फलोत्प्रेक्षायाः प्रकारद्वयस्यापि उदाहरणे पश्यामोऽधुना मध्यः किं कुचयोर्धृत्यै बद्धः कनकदामभिः प्रायोब्जं त्वत्पदेनैक्यं प्राप्तुं तो ये तपस्यति। अत्र फलोत्प्रेक्षायाः लक्षणं स्मारयामि। अफलस्य फलत्वेन सम्भावनं भवति फलोत्प्रेक्षा। अत्र काचित् कस्याश्चित् स्त्रियः वर्णनं भवति प्रथमे वाक्ये कनकदामभिः यस्याः मध्यः बद्धः, तन्नाम त्रिवलयेन आभरणविशेषेण तस्याः स्त्रियः उदरः बद्धोऽस्ति। तत्र अफलं भवति कुचयोः नाम स्तनयोः उद्धरणं, परन्तु तादृशम् अफलं फलमिव सम्भावयति कविः। अस्य आभरणविशेषस्य धरणस्य तेनात्र फलोत्प्रेक्षास्तीति तु सिद्ध एव इति सिद्धमेव। किञ्च अत्र उत्प्रेक्षालङ्कारविषयस्य तन्नाम कुचयोर्धृत्याः सत्त्वं तु अस्त्येव, तेनात्र सिद्धास्पदा फलोत्प्रेक्षा। द्वितीये वाक्ये प्रायोब्जं त्वत्पदेन ऐक्यं प्राप्तुं तोये तपस्यति इति। अब्जं नाम पद्मं तु तोये स्थित्वा तपस्यतीव प्रतिभाति। किञ्च तस्य फलं किं स्यात्? तस्य फलं तव पदेन ऐक्यं प्राप्तुं ऐक्यप्राप्तिः इति। त्वत्पदेनैक्यप्राप्तिस्तु अफलमस्ति, तथा अस्य तोये अवस्थानस्य कर्मणः जले अवस्थानस्य कर्मणः अब्जकर्तृकस्य, तथापि फलरूपेण उद्वीक्षितः कविना। तेनात्र फलोत्प्रेक्षात्वस्ति। किञ्च अत्र नैव सिद्धं नैव सिद्धः विषयः। अत्र फलोत्प्रेक्षायाः विषयस्तु भवति कस्याश्चित् पदेन ऐक्यप्राप्तिः। तादृश्याः ऐक्यप्राप्त्याः अभावः अत्र ध्वन्यते, यतोहि तस्याः पादस्तु भवति कमलादपि पद्मादपि सुन्दरतरः मधुरतरः। तेन फलस्य असिद्धिरस्ति, तेनात्र असिद्धास्पदः एव फलोत्प्रेक्षालङ्कारः।